नमस्कारः। तर्हि अत्र विभक्तिवल्लरी नाम्ना पुस्तकं समाप्यमानमस्ति। तस्मिन् क्रमे सम्बोधनमिति विषयः अन्ते आगच्छति। सम्बोधनम् अनन्तरं मिश्राभ्यासः। अत्र सम्बोधनमिति विषयः। तर्हि अत्र अभिनवमहोदय, कृपया पठतु किं किं लिखितमस्ति तत्र। रामः, गोविन्दः, गौरी, लता इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति। द्विवचने बहुवचने च प्रथमाविभक्तिरूपाणि एव सम्बोधनरूपाणि अपि। सम्बोधनसमये हे, भोः, अये, ऐ, रे इत्यादीनि अव्ययानि अपि कदाचित् उपयुज्यन्ते। अधः सम्बोधनरूपाणि प्रथमाविभक्तिरूपतः कः भेदः इति च निर्दिष्टम् अस्ति। प्रथमाविभक्ति रामः सम्बोधनरूपं राम। प्रथमाविभक्तितः भेदः सम्बोधने विसर्गः न दृश्यन्ते। अनन्तरं गोविन्दः, गोविन्द सम्बोधने विसर्गः न दृश्यन्ते। मित्रं, मित्र सम्बोधने मकारः न दृश्यन्ते। तर्हि आहत्य अत्र पुल्लिङ्गशब्दः अकारान्त, पुल्लिङ्ग अकारान्त शब्दः अस्ति चेत् सम्बोधने तत्र अस्माकं आह्वानसमये विसर्गः नास्ति, न दृश्यते अपि नास्ति एव। तत्र न दृश्यते इति किमर्थम् उक्तं किन्तु नास्ति विसर्गः। अतः हे राम, हे अभिनव, अथवा तत्र महोदय, महोदय, यदि वयं आह्वातुमिच्छामः तत्र महोदय इति वदामः, हे महोदय। अस्तु, समीचीनम्। अनन्तरं सन्ध्या भगिनी, अग्रे किं भवति? सीता, ओके, प्रथमा सीता सम्बोधनरूपं सीते प्रथमाविभक्तितः भेदः सम्बोधने अन्ते एकारः। तर्हि सीता, सीते, संध्या, सन्ध्ये भवति। अस्तु, अग्रे। मान्या, नाम आकारात् स्त्रीलिङ्गशब्दः। यः कोऽपि शब्दः आकारान्तः स्त्रीलिङ्गशब्दः अस्ति, आकारान्त स्त्रीलिङ्गशब्दः, तत्र आकारस्य स्थाने एकारः भवति। अस्तु, अग्रे। गौरी, गौरी सम्बोधने इकारस्य ह्रस्वः। ह्रस्वः नाम लघु, दीर्घः ह्रस्वः, दीर्घः ह्रस्वः। तर्हि गौरी, गौरी, गौरी सम्बोधने गौरी, गौरी इति भवति। अस्तु, अग्रे। भगिनी, भगिनी तथैव अस्ति। अग्रे लक्ष्मीः, लक्ष्मी भगिन्याः कृते साक्षात् दत्तमस्ति, लक्ष्मी इति तथा अस्ति। अस्तु, अम्बा, अम्बा इति अपवादः अस्ति। अम्बा यद्यपि आकारान्तशब्दः अस्ति तथापि अम्ब इति वदामः। अम्बा संबोधने ह्रस्वः अकारः अस्तु लक्ष्मी भगिनी अग्रे पठतु कृपया प्रथमविभक्तौ हरिः संबोधनरूपं हरे प्रथमाविभक्तितः भेदः संबोधने इकारस्य स्थाने एकारः मुनिः मुने एतादृशः अस्ति अस्तु अग्रे सुमतिः संबोधनरूपं सुमते प्रथमाविभक्तितः भेदः संबोधने इकारस्य स्थाने एकारः अग्रे गुरुः संबोधनरूपं गुरो प्रथमाविभक्तितः भेदः संबोधने उकारस्य स्थाने ओकारः अग्रे धेनुः संबोधनरूपं धेनो प्रथमाविभक्तितः भेदः संबोधने उकारस्य स्थाने ओकारः अस्तु गायत्री भगिनी अग्रे पठतु कृपया प्रथमाविभक्ति पिता संबोधनरूपं पितः संबोधने हस्त्वः आकारः विसर्गः च अग्रे प्रथमविभक्ति कर्ता संबोधनरूपं कर्तः संबोधने हस्त्वः आकारः विसर्गः च प्रथमाविभक्ति माता संबोधनरूपं मातः प्रथमाविभक्तितः भेदः संबोधने हस्त्वः अकारः विसर्गः च अस्तु समीचीनम् इदानीम् अहं किञ्चित् वदामि कानिचन पदानि अनन्तरं भवन्तः सुबन्धरूपं वदन्तवन्तु अस्तु एवम् अस्तु अभिनवमहोदय अत्र कूपी कूपी छात्रा छात्रे पुष्पं पुष्प स्यूतः स्यूतः पटुः पटोः पटो पटो अस्तु ग्लानिः ग्लानिः ग्लाने समीचीनमस्ति अस्तु लक्ष्मीभगिनी भर्तृ भर्तः भर्तः कपिः कपि लता कपि इति नास्ति कपे कपे कपे भवति लता लते अस्तु ऋषिः ऋषे अस्तु संध्या भगिनी गुरुः गुरु गुरो हे गुरो अञ्जलिः अञ्जले महिषी महिषी चन्द्रः चन्द्र दुग्धं दुग्ध छात्रा छात्रा सञ्चिका सञ्चिका न तथा नास्ति छात्रा इति न छात्रा इति छात्रा नास्ति किमस्ति छात्रे सञ्चिके अस्तु गायति भगिनि रविः रविः रवे बन्धुः बंधु सत्यम प्रीति ही प्रीते नदी नदी अत्र किम दत्तमस्ति अत्र नदी द्विवचनं नद्यौ बहुवचनं नद्यः न एकवचन विषय अस्ति नदी संबोधन रूपं नदी ह्रस्व नदी नदी भवति समीचीनम् अस्तु वृद्धः वृद्धः अस्तु मक्षिका मक्षिके समीचीनं कलिका कलिका कलिके अस्तु हन्तृ क्षम्यतां हन्तृ हन्ता हन्तृ हन्त्रे हन्तृ किं भवति हन्त्रः हन्तः हन्तः हन्तः पिता पिता पितः श्रोतृ श्रोतृ नाम प्रथमविभक्तौ भवति श्रोता श्रोता यथा पितृमातृ पिता माता श्रोतृ श्रोतः समीचीनमस्ति अस्तु अग्रे अग्रे सरेम पुस्तके पश्येम लक्ष्मी भगिनी कृपया पठतु अभ्यासः आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थलानि पूरयत यथा गोविन्दः भवान् कुत्र गच्छति गोविन्द भवान् कुत्र गच्छति अग्रिमम् कृष्णः भवान् सेवकम् आह्वयतु कृष्ण भवान् सेवकम् आह्वयतु अस्तु भगिनी अत्र आगच्छतु तावत् भगिनी अत्र आगच्छतु तावत् अस्तु संध्या भगिनी राधा पठनम् अस्ति इति स्मरति खलु भवती राधे पठनम् अस्ति इति स्मरति खलु भवती अस्तु गायत्री भगिनी अग्रे श्वः मम गृहम् आगच्छतु भोः मित्रम् मित्र श्वः मम गृहम् आगच्छतु भोः अस्तु वाक्यद्वयं करोतु अम्बा अद्य सायं मम आगमने विलम्बः भवेत् अम्ब अद्य सायं मम आगमने विलम्बः भवेत् मालिनी चिन्ता मा करोतु भवति मालिनी चिन्ता मा करोतु भवति आर्या किमहम् अन्तः आगच्छानि आर्ये किमहम् अन्तः आगच्छानि अग्रे मान्या भवती एतस्य अर्थं पुनः वदतु मान्ये भवती एतस्य अर्थं पुनः वदतु अस्तु सन्ध्या भगिनी लक्ष्मीः किमर्थम् अद्य आगमने विलम्बः लक्ष्मी किमर्थम् अद्य आगमने विलम्बः सीता भवती किमर्थं मौनेन स्थितवती सीते भवती किमर्थं मौनेन स्थितवती। गायत्री भगिनी अग्रे। गायत्री भगिनी अस्ति वा? अस्ति महोदय। शालायां कोलाहलं मा करोतु रविः। रवे, शालायां कोलाहलं मा करोतु। प्रवासार्थं धनं ददातु पिता। पितः, प्रवासार्थं धनं ददातु। अस्तु, एकैकं करोतु। शीघ्रम् आगच्छ, अन्धकारः भविष्यति। धेनु, धेनो, शीघ्रम् आगच्छ, अन्धकारः भविष्यति। अभिनवाय। माता, भवती मह्यम् अद्य किं मधुरं ददाति? माते, भवती मयि प्रश्नः अस्ति। माते, भवती मह्यम् अद्य किं मधुरं ददाति? प्रश्नः अस्ति। प्रश्नविषये मम चिन्तनमासीत्। मातः पुनः माते माते इति न सोरि एक्चुलि इन् वेरि सीरियल्स् ऐ हैव् हर्ड् माते इस् दट् राङ्ग् न मैट् बि राङ्ग् लैक् इन् महाभारत आर् समथिङ्ग् याम्बे समथिङ्ग् बट् वी हर्ड् दोस् वर्ड्स् बट् ऐ रियलैज् इट् शुड् नाट् बि अम्बे इट् शुड् बि अम्ब तत्र न दोषः अस्ति मातः भवती मह्यम् अद्य किं मधुरं ददाति श्रोता भवती यत् गीतमिच्छति तत् गायामि श्रोते श्रोतेन अत्र मूलशब्दः अत्र विषयः कुत्र किमस्ति स्त्रीलिङ्ग आकारादशब्दः अस्ति चेत् एकारः भवति लता लते किन्तु मूलशब्दः अस्ति ऋकारान्तः पितृ मातृ अतः मूलशब्दः मूलशब्दस्य नाम संस्कृतेन प्रातिपदिकम् प्रातिपदिकं किम् अत्र श्रोता इति प्रातिपदिकं श्रोतृ श्रोतः भवान् यत् गीतमिच्छति तत् गायामि गायति भगिनी अग्रे रक्ष मां भवसागरात् शम्भुः शम्भो रक्ष मां भवसागरात् समीचीनमस्ति अग्रेसरे इति सम्बोधनं सम्बोधनविषयः सरलः अस्ति खलु प्रश्नः अस्ति वा जाटिल्यं तु नास्ति अस्तु अस्तु तिथिः तिथिः किं भवति तिथिः सम्बोधनं तिथे हा समीचीनं प्रभुः प्रभो समदर्वी अस्तु गायत्री भगिनी वाटिका वाटिके अस्तु बिडालः भगिनी हा हा बिडालः बिडालः कीर्तिः कीर्ति अस्तु अध्येतृ अध्येतृ अस्तु इदानीं इत्युक्ते किमर्थं यः अध्ययनं करोति अध्येता अध्येता अस्तु इदानीं विधिः विधे रिपुः रिपो अस्तु लोकयानं लोकयानम् अस्तु कर्तरी कर्तरे कर्तरी अस्तु इदानीं वायुः वायु वायो अस्तु संध्या भगिनी उपाधिः उपाधे उपाधे महाप्राणः वक्तव्यः हा उपाधे उपाधे उपाधिः उपाधे अस्तु इदानीं कृपालुः कृपालो अस्तु इदानीं द्रष्टा द्रष्टे द्रष्टृ इति सद्रष्टः द्रष्टः अस्तु गायत्री भगिनी हरिः हरिः हरे तरुः तरुः करो अस्तु योद्धा नाम योद्ध योद्ध योद्ध किं भवति योद्धा यः युद्धं करोति यथा माता पिता योद्धः मातः पितः यथा मातः पितः योद्धा योद्धः भवति खलु अवगच्छति वा यथा पुनरपि अस्तु कर्तृ करोतु कर्तृ कर्ता कर्ता किं भवति एवं किं भवति कर्तः तत्र पश्यतु भगिनि पितामह ओ कर्ता कर्तृ कर्ते कथम् अत्र माता किं भवति पिता किं पिता किं भवति पिता पिता पितः नाम यस्य यस्य मूलरूपं ऋकारात् पितृ अतः पितः तर्हि कर्तृ किं भवति कर्तः अस्तु कविः संध्या भगिनी कविः कवे हा अस्तु संध्या भगिनी करोति अवधिः वदे हा किन्तु महापुराणः अपेक्षितः महापुराणः अवधिः धा शब्दः अस्ति अवधिः परिधिः महाप्राणः अवगच्छति वा वदतु तत्र नाम आधुनिकभाषासु अस्माकम् अधिकम् अवधानं न भवति इति सर्वत्र दृश्यते किन्तु संस्कृतभाषायाम् अवश्यम् अवधानम् अपेक्षितमस्ति नो चेत् स्पष्टतया अवगमनं न भवति परिधिः सुबोधनं किं परिधे अल्पप्राणः महाप्राणः यथा मुनिः तत्र तत्र अथवा दन्तः अत्र दन्तः तत्र अल्पप्राणः दध तथ दध न तकारः अल्पप्राणः थकारः महाप्राणः दकारः धकारः अवगतं स्यात् अल्पप्राणः महाप्राणः हा अस्तु मिश्राभ्यासः इति अस्ति अत्र इदानीं तर्हि अत्र संध्या भगिनी कृपया पठतु आ विभागस्य विभक्तिरूपस्य अनुगुणम् आ विभागतः वाक्यखण्डम् वाक्यखण्डम् अन्विष्य योजयत अत्र वाक्यस्य प्रथमवाक्यं प्रथमशब्दः अत्र वाक्यस्य प्रथमशब्दः अत्र अस्ति अस्य वाक्यस्य प्रथमशब्दः अत्र अस्ति तर्हि कस्य वाक्यस्य प्रथमशब्दः ग्रन्थम् नाम अत्र सर्वेषां वाक्यानां पठनं यदा भवति तदा अन्वेषणं करोतु सर्वं पठतु तं सः ग्रन्थालयं गतं भवतु ग्रन्थं पठितुं सः ग्रन्थालयं गतवान् इति अष्टमवाक्यम् अष्टमवाक्यमस्ति अस्तु द्वितीयं गृहं गृहं परितः उद्यानम् अस्ति इति अस्ति अस्तु मार्गं मार्गम् उभयतः वृक्षाः सन्ति अस्तु गायत्री भगिनी अग्रे छात्रं छात्रं प्रश्नं पृच्छति अध्यापकः समीचीनमस्ति अस्तु अग्रे कर्तर्या पत्रिकां कर्तयति सः अस्तु कर्तर्या पत्रिकां कर्तयति सः समीचीनमस्ति अस्तु सा शयनं कृतवती तृप्ता सा शयनं कृतवती अवश्य वा सन्ध्या भगिनी तृप्ता अस्तु अस्तु अग्रे मित्रेण भवती एव करोतु मित्रेण तत्र विभक्तिभेदः अस्ति तृप्त्या तृतीया तृप्ता तु प्रथमा विभक्तिः अस्ति तृप्ता श्रीलिङ्गे प्रथमा विभक्तिः तृप्त नाम सन्तुष्ट सन्तुष्ट तृप्त न सन्तुष्ट इति अर्थः तृप्तः यथा तृप्तः सन्तोषशब्दः ततः आगतः सन्तोषः सन्तृप्तः तृप्तः अस्तु अग्रे मित्रेण सह सः आपणं कृतवान् समीचीनमस्ति मित्रेण सह अस्तु गायत्री भगिनी अग्रे द्विचक्रिकया रहस्यम् द्विचक्रिकया सा शयनम् इत्युक्ते निद्रा ओ न न न द्विचक्रिकया सः आपणं गतवान् प्रतिदिनं विद्यालयं गच्छति आपणं गतवान् इति भवितुम् अर्हति स्म किन्तु मित्रेण सह तत्र द्विचक्रिकया सह न भवति किमस्ति एकनिमिषम् द्विचक्रिकया एषः प्रतिदिनं विद्यालयं गच्छति. समीचीनम्. अस्तु, अभिनवः अग्रे. दशरूप्यकैः अहम् एकां लेखनीं क्रीतवान्. अस्तु, समीचीनं. लक्ष्मी भगिनी अग्रे. अलं भीतः सः पलायनं कृतवान्. अलं व्यर्थविवादेन. ओ, अलम् अलं व्यर्थविवादेन. या, यू आर राइट. तत् तृतीया अस्ति. अत्र एकादश, तत्र एकादशवाक्यानि सन्ति खलु, दशशब्दाः. अलं व्यर्थविवादेन. तत्र 50% सम्भावना आसीत्, विकल्पद्वयमासीत्. तत्र इदानीम् एकं नासीत्, अन्यत् अस्ति. अस्तु, समीचीनमस्ति. अग्रे अग्रे पुनः तथैव अस्ति. कर्मकराय. अस्तु, गायत्री भगिनी वदतु. कर्मकराय इत्युक्ते कर्मकरः, यः कार्यं करोति. ओ, कर्मकराय. आहा, का विभक्तिः? का विभक्तिः अस्ति भगिनि? कर्मकराय न जानाति चेत् चतुर्थीविभक्ति. चतुर्थी अस्ति. कर्मकराय सन्ध्या भगिनि. अटति इत्युक्ते? अटति नाम भ्रमणं करोति. सहायं करोति वा? कर्मकराय व्याकरणं नितरां रोचते. अहं 10 रूप्यकाणि दत्तवान्. इति अर्थः समीचीनमस्ति. अर्थः समीचीनः. तृतीयवाक्यं, कर्मकराय अहं 10 रूप्यकाणि दत्तवान्. अस्तु, द्वितीयवाक्यं लक्ष्मी भगिनि. मह्यम् इति का विभक्ति? सन्ध्या भगिनी वदतु. अहं शब्दस्य चतुर्थी. मह्यं. मह्यं व्याकरणं नितरां रोचते. इति अस्ति चतुर्थी. मह्यं व्याकरणं नितरां रोचते. अस्तु, सन्ध्या भगिनी अग्रे. देवाय श्रीकृष्णाय. श्रीकृष्णाय नमः. नमः देवाय श्रीकृष्णाय नमः. अस्तु, गायत्री भगिनी अग्रे. एकः प्रश्नः, देवाय श्रीकृष्णाय सह एषः सर्वत्र अटति. तत्र सः यत्र सः, तत्र का विभक्तिः भवति? तृतीया भवति. तेन सह, बालकेन सह. अस्तु, अग्रे करोतु भगिनि. सन्तोषाय. मातुलः ग्रामे निवसति. अत्र चतुर्थी विभक्तिः यत्र फलमस्ति, परिणामः, यत्र कश्चन किञ्चन फलमस्ति अथवा परिणामः, नाम उदाहरणार्थं परिश्रमः लाभाय अस्ति. परिश्रमः लाभाय, नाम परिश्रमस्य फलं लाभः. परिश्रमः लाभाय अस्ति. अत्र चतुर्थी अस्ति. योगासनानि स्वार्थ्याय भवन्ति. स्वास्थ्य क्षम्यतां स्वास्थ्याय भवन्ति स्वास्थ्यायं भवन्ति स्वास्थ्याय भवन्ति स्वास्थ्यं स्वास्थ्याय अस्तु तर्हि अत्र किमस्ति तादृशमस्ति सन्तोषाय अनन्तरम् अहं निद्रां करोमि सन्तोषाय कल्पते एषा वार्ता वार्ता सन्तोषाय अस्ति कल्पते इत्यस्य किमर्थम् अत्र कल्पना इति एव अर्थः यथा हिन्दीभाषायां कल्पना अस्ति अत्र तादृश अर्थः नास्ति यथा कल्पयति नाम व्यवस्थां करोति इति कल्पयति इति अर्थः अतः सन्तोषाय कल्पते एषा वार्ता अत्र लिखितमस्ति कल्पते इति अर्थे भूधातोः भवति प्रयोगः अपि कर्तुं शक्यः भवति कल्पते भवति इति अर्थः अत्र तर्हि सन्तोषाय भवति एषा वार्ता इति अर्थः अस्तु मैसूरुतः पञ्चमम् आगतः अस्ति मम मातुलः सत्यं न सत्यम् आगतः अस्ति मम मातुलः मैसूरुतः अस्तु सिंहात् अस्तु वदतु सिंहात् भीतः भवति हरिणः अस्तु सन्ध्याभगिनी दिलीपस्य यत्र सम्बन्धः अस्ति दिलीपस्य मातुलः ग्रामे निवसति समीचीनम् अस्तु तस्मिन् गायत्री भगिनी अग्रे तस्मिन् अध्ययनस्य दिलीपस्य मातुलः दिलीपस्य सः एषः सर्वत्र अटति तत्र सः इति तृतीया भवति अस्तु अग्रे अध्ययनस्य व्याकरणं नितरां रोचते मह्यं न न अध्ययनस्य By practicing, right? अध्ययनस्य अध्ययनस्य व्याकरणं तु तस्य अर्थः कः अध्ययनस्य व्याकरणं अर्थः सम्यक् न अध्ययनस्य व्याकरणम् अनन्तरं अध्ययनस्य अनन्तरं हा वदतु अध्ययनस्य अनन्तरम् अहं निद्रां करोमि हा तत्र यत्र अनन्तरशब्दः अस्ति तत्र षष्ठीविभक्तिः भवति अध्ययनस्य अनन्तरम् तत्र अध्ययनस्य व्याकरणं न भवति व्याकरणस्य अध्ययनं भवितुमर्हति व्याकरणस्य अध्ययनं किन्तु अध्ययनस्य व्याकरणं तु न भवति व्याकरणस्य अध्ययनं नितरां रोचते सम्यक् वा व्याकरणस्य अध्ययनं निचरां रोचते समीचीनम् तस्मिन् अस्तु अग्रे तस्मिन् विश्वासः मास्तु भवतः तस्मिन् कुत्र तस्मिन् विश्वासः मास्तु भवतः विश्वासः तस्मिन् विश्वासः यत्र विश्वासः तत्र सप्तमी अस्ति खलु आदरः विश्वासः प्रेम एतत् सर्वं सप्तमी अस्तु अग्रे सन्ध्याभगिनी अग्रे अन्तिमं विकल्पद्वयमस्ति केशेषु केशेषु गृहीत्वा एषः तं ताडितवान्. किमर्थं तत् सत्यमस्ति? किमर्थं हस्ते गृहीत्वा? नाम शरीरस्य भागः, यत्र शरीरस्य भागः भवति तत्र सप्तमी अस्ति, न तु द्वितीय. अहं तं गृहीतवान् कुत्र? केशे, हस्ते, कण्ठे. कण्ठे. अहं कण्ठं गृहीतवान् इति न, अहं तं पुरुषं गृहीतवान् कण्ठे. अवगतं वा? श्रीवादनमतः कथायाः समयः. अग्रिमा कथा अस्ति क्रथनस्य कथा, खलु? कथनस्य कथा अस्तु. अभिनवमहोदय कृपया. पुनः कृतनस्य कथा. कृतनस्य कथा. कस्मिंश्चित् वने मदोत्कटः नाम सिंहः वसति स्म. गजः, शृगालः, काकः च तस्य अनुचराः आसन्. एकदा क्रथनकः नाम उष्ट्रः तत् वनम् आगतवान्. तं दृष्ट्वा सिंहस्य अनुचराः उक्तवन्तः, प्रभो तम् उष्ट्रं मारयतु, तस्य मांसं खादामः इति. अस्तु, किम् अभवत् तावदा? एकस्मिन् वने मदोत्कटः नाम सिंहः वसति स्म. तस्य सिंहस्य अनुचराः गजः, शृगालः, काकः च आसन्. एकस्मिन् दिने एकः उष्ट्रः तत् वनम् आगतवान्. उष्ट्रं दत्त्वा सिंहस्य अनुचरः दृष्ट्वा सिंहस्य अनुचराः सिंहं वदन्ति, किन्तु भूतकाल उक्तवन्तः. वदन्तः न, वदन्तः भवति, तत् अर्थः भिन्नः अस्ति. वदन्तः नाम अहं गच्छन्, अहं वदन् गच्छामि, वदन् गच्छामि, वदन् गच्छामि. तत्र वदन् बहुवचनरूपं वदन् शब्दस्य वदन् इति शब्दः भवन्तः. अग्रे उष्ट्रः नाम क्षेमम्. उष्ट्रं दत्त्वा अनुचराः दृष्ट्वा अनुचराः उक्तवन्तः यत् तम् उष्ट्रं मारित्वा तस्य मांसं खादामः. मारयित्वा तस्य मांसं खादामः इति. अस्तु, काचित् भगिनी अग्रे पठतु कृपया. सिंहः उक्तवान् तथा न करणीयम्, सः अस्माकम् अतिथिः इति. सः उष्ट्रं समीपम् आहूय उक्तवान्, भोः भवान् कुतः आगतवान् इति. क्रथनकः उक्तवान् अहं समीपग्रामतः आगतवान् इति. भवान् पुनः ग्रामं मा गच्छतु, अत्र एव निर्भयेन वसतु इति सिंहः तम् उक्तवान्. क्रतनकः तदनुसारं वने निर्भयेन वसति स्म. किम् अभवत्? सिंहः उक्तवती उक्तवान् उक्तवान् भवान् कुतः आगतवान् इति उष्टः कृतनकः उक्तवान् समीपग्रामतः आगतवान् इति उक्तवती उक्तवान् उक्तवान् हा उक्तवान् सिंहः उक्तवान् पुनः न गच्छतु वने वसतु इति उक्तवान् अस्तु समीचीनम् अग्रे लक्ष्मीभगिनी एकदा सिंहस्य अनारोग्यम् अभवत् निशक्त्या सः चलितुमपि असमर्थः अतः सः अनुचरान् उक्तवान् भोः कमपि मृगम् आनयन्तु तं मारयित्वा तस्य मांसं खादामः इति अनुचराः बहु अन्वेषणं कृतवन्तः परन्तु कोऽपि मृगः न लब्धः ते चिन्तितवन्तः कथञ्चित् एषः उष्ट्रः मारणीयः इति अनन्तरं शृगालः सिंहस्य समीपम् आगत्य उक्तवान् प्रभो अन्यः मृगः न लब्धः क्रथनकम् एव मारयामः वा इति नाम एकस्मिन् दिने सिंहः अनारोग्यः अभवत् सः चलितुं न शक्नोति अतः सः सः अनुचरान् उक्तवान् कमपि मृगम् आनयन्तु मृगं मारयित्वा तस्य मांसं वयं सर्वे खादामः इति उक्तवान् अनन्तरं ते अनुचराः मृगान्वेषणं कुर्वन्ति कृतवन्तः अनन्तरं किमपि मृगः न लब्धः ते अनुचराः सिंहस्य समीपम् आगत्य उक्तवन्तः किमपि मृगः न लब्धः एषः एतं क्रथनकं मारयित्वा खादामः वा इति पृच्छन्ति पृच्छन्ति समीचीनं पृच्छन्ति पृच्छन्ति अस्तु सन्ध्याभगिनी अग्रे सिंहः क्रोधेन उक्तवान् मूर्ख पुनः एवं मा वदतु अहं क्रतनकस्य अभयदानं दत्तवान् अस्मि सः न मारणीयः इति अभयदानं दत्त्वा पुनः तस्य मारणं चेत् दोषः एव परन्तु सः एव यदि स्वामिकार्यार्थम् आत्मार्पणं कर्तुम् इच्छति तर्हि तस्य मारणे दोषः नास्ति एव इति श्रुकालः उक्तवान्। तर्हि यथा रोचते तथा करोतु इति सिंहः उक्तवान्। नाम सिंहः उक्तवान् उष्ट्रम् अभयदानं दत्तवान्। उष्ट्रं मा मारयितुं शक्नुमः, परन्तु यदि सः मारितुम् इच्छति मर्तुम् इच्छति तर्हि तं मारयितुं करिष्यामः, मारयितुं शक्नुमः शक्नुमः अथवा मारयिष्यामः। अस्तु, समीचीनम्। अस्तु, अग्रे अभिनवमहोदय। तदनन्तरं ते सर्वे अनुचराः क्रथनकेन सह पुनः सिंहस्य समीपम् आगतवन्तः। काकः सिंहम् उक्तवान्, प्रभो, आहारार्थं कोऽपि मृगः न लब्धः, अतः भवान् मां खादित्वा स्वप्राणान् रक्षतु, तेन मम अपि स्वर्गप्राप्ति भविष्यति इति। ततः शृगालः, भो काक, भवतः शरीरे अत्यल्पं मांसम् अस्ति, तत् महाराजाय पर्याप्तं न भवति इत्युक्ता सिंहम् उक्तवान्, प्रभो, माम् एव खादतु इति। तदा गजः उक्तवान्, भवतः शरीरमपि अल्पम् एव, तदपि महाराजाय पर्याप्तं न भवति, अतः महाराजः माम् एव खादतु, अहं स्वामिकार्यार्थं प्राणार्पणं करोमि, मम स्वर्गप्राप्तिः भवतु इति। अस्तु, किमस्ति? तदनन्तरम् अनुचराः उष्ट्रेण सह सिंहस्य समीपम् आगतवन्तः। प्रथमः काकः उक्तवान् यत् प्रभो मां खादतु। किन्तु शृगालः उक्तवान् यत् काकस्य शरीरः अत्यल्पः शरीरम् अत्यल्पम् अस्ति, तस्य मांसेन क्षुब्धः न नश्यति। क्षुधा न नश्यति इति। तदा शृगालः अपि अवदत् यत् मां खादतु इति। तदा गजः उक्तवान् यत् शृगालस्य शरीरम् अपि अल्पम् अस्ति, तस्य शरीरेण अपि क्षुधा न समाप्यति इति। समाप्यते इति। अतः गजः उक्तवान् यत् मम शरीरं खादतु इति। समीचीनमस्ति। अस्तु, अनन्तरं गायत्री भगिनी वदतु। एतत् सर्वं श्रुत्वा कृतनकः सर्वे अपि मां खादतु इति सिंहः विज्ञापितवन्तः, परन्तु सिंहः इति सिंहम् अस्ति के विज्ञापितवन्तः विज्ञापितवन्तः के के कम् पुनः पठतु कृपया एतत् सर्वं श्रुत्वा कृतनकः सर्वे अपि मां खादतु इति सिंहः सिंहः न सिंहं इति सिंहं विज्ञापितवन्तः सिंहमिति सिंहमिति का विभक्तिः सिंहम् सिंहम् सन्ध्या भगिनी का विभक्तिः अस्ति भवान् किं वदति सर्वे द्वितीयविभक्तिः वदन्ति भवती किं चिन्तयति कामपदमस्ति अग्रे परन्तु सिंहः किमपि न खादितवान् किमपि वा कमपि न खादितवान् अतः अहमपि तथा विज्ञापयामि सिंहः माम् सिंहः माम् अपि न खादति इति चिन्तयित्वा उक्तवान् प्रभो गजस्य मांसं खादितुं बहु कष्टं भवति तत् जीर्णम् अपि न भवति अतः मां खादतु इति कृतनकस्य व्याक्यसमापितः पूर्वमेव ते अनुचराः कृतनस्य वाक्यसमाप्तितः कृतनकस्य वाक्यसमाप्तितः पूर्वमेव ते अनुचराः तस्य उपरि आक्रमणं कृतवन्तः तं मारितवन्तः सन्तोषेण मांसं खादितवन्तः च अस्तु लक्ष्मीभगिनी वदतु अतः ते सर्वे अपि ज्ञापितवन्तः मां खादतु इति उक्तवन्तः परन्तु सिंहः कमपि न खादितवान् तदनन्तरम् एषः उष्ट्रः चिन्तितवान् अहमपि विज्ञापनं करोमि मां खादतु इति वदामि चिन्तयित्वा सः वदति प्रभो गजस्य मांसं खादनं बहु कष्टं तत् मांसं जीर्णमपि न भवति अतः मां खादतु इति उक्तवान् तक्षणं कृतनकस्य वाक्यसमाप्तितः पूर्वम् एव वाक्यसमाप्ततः पूर्वमेव ते अनुचराः सर्वे गजः शृगालः काकः सर्वान् उष्ट्रस्य उपरि आक्रमणं कृतवन्तः तम् उष्ट्रं मारितवन्तः ते सर्वे सन्तोषेण तं मांसं खादितवन्तः इति कथा जीर्णम् जीर्ण इति शब्दस्य अर्थद्वयमस्ति अथद्वयमस्ति. सामान्यतया बहुत्र जीर्णशब्दस्य अर्थः यत् पुरातनः वृद्धः, जीर्णः नाम वृद्धः, क्षयः जातः यस्य. किन्तु अत्र पाचनशक्तिः अस्ति न वा, तत्र जीर्णः भवति नाम भोजनं खादतम् अपि च नाम तत्र शरीरस्य भागीकृत्य इति कार्यमस्ति, नाम डैजेस्टिन् इति अर्थः जीर्णः अत्र. अतः अर्थद्वयमस्ति. अन्य कोऽपि प्रश्नः अस्ति तत्र? कमपि शब्दस्य किमपि कमपि कमपि शब्दस्य तत्र भेदः अस्ति लिङ्गम् शब्दस्य प्रश्नार्थकरूपं कम् कम् प्लस् अपि द्वितीयविभक्तौ कः शब्दः कम् पुल्लिङ्गः शब्दस्य द्वितीयविभक्तिरूपं कम् द्वितीयविभक्तौ पुल्लिङ्गम् एकवचने कम् कम् प्लस् अपि कमपि कमपि. अनन्तरं क्रथनम् इति जानन्ति वा? क्रथनं क्रथनकः इति नाम किन्तु नाम्नः अर्थः भवति क्रथनं. क्रथनं नाम काटनम् अथवा मारणं, वधस्थलं वध तत्र वधः तत्र तादृश अर्थः अस्ति क्रथनम्. अनन्तरम् उत्कटः उत्कटशब्दः जानाति वा? उत्कट कुत्र अस्ति? उत्कटशब्दः कुत्रचित् अस्ति कथायां? कस्मिंश्चित् वने मदोत्कटः मदोत्कटः तस्यापि नाम्नः अर्थः अस्ति मद् न मदोत्कटः मद् मद् प्रायः मम इति अर्थः मम मद् मदस्य अर्थः अपि किञ्चित् तादृश अर्थः अत्र अस्ति वा? अत्र अत्र तादृश अर्थः उत्कटस्य अर्थः किं किमस्ति नाम अतः अस्ति अहङ्कारः अथवा तादृश अर्थः अस्ति. प्राइड् किं भवति? प्राइड् हिन्दीभाषायां किमस्ति? घमण्ड्. हा किन्तु हा घमण्ड् हा तादृश अर्थः अस्ति. किन्तु सर्वदा प्राय् इति असमीचीन अर्थः नास्ति खलु? अभिमानः तर्हि तादृश अर्थः अस्ति. किन्तु अत्र अहङ्कारः इति प्रायः अर्थः विकट नास्ति. कुत्रचित् शब्दस्य शब्दानां मेलनं भवति. उदाहरणार्थम् अत्र वाक्यसमाप्तिः द्वयोः शब्दयोः मेलनं वाक्यसमाप्तिः वाक्यस्य अत्र समासः इति वदामः. बहुवदनन्तरं वयं परिशीलयिष्यामः एतत् सर्वं द्रक्ष्यामः. किन्तु अत्र यत्र प्रथमतया अस्माकं कार्यमस्ति विभक्तिः, अत्र विभक्तिवल्लदे इति पुस्तकमस्ति तत्र विभक्तिवल्लदे. तर्हि नाम विभक्तिरूपाणि कानि अपि च अर्थः कः? प्रत्येकं विभक्तेः अर्थः कः, रूपं किं? तदनन्तरं बहु अनन्तरं वयं करिष्यामः समासविषयः, यत्र पदानां विभक्तीनां लोपः भवति. यथा अत्र भगिन्या उक्तं वाक्यस्य समाप्तिः. प्राणमात्र सर्वम् अस्ति एव स्वप्राणान् हा स्वप्राणान् किं स्वस्य प्राणान् आत्मार्पणम् आत्मनः अर्पणम् प्राणार्पणम् स्वर्गप्राप्तिः तत् किमस्ति तत् किमस्ति कस्य कस्याः विभक्तेः लोपः सामान्यतया षष्टि सर्वदा षष्टि इति नास्ति समीपग्रामतः समीपग्रामतः अभयदानम् अभयदानम् अत्र का विभक्तिः लुप्तः लुप्ता अभयदानम् अभयस्य दानं सामान्यतया षष्टिः अस्ति सर्वदा न यथा नृपेण उक्तं नृपोक्तं नृपोक्तं तादृशमस्ति तृतीया अपि बहुत्र अस्ति अस्तु तर्हि यथा उक्तं मया एतत् परिसमाप्य पुस्तकं परिसमाप्य अग्रिमे सप्ताहे परिसमाप्य अनन्तरं करपत्रमहं दास्यामि लेखननियमाः सन्ति के के लेखननियमाः सन्ति किन्तु लेखननियमाः दीयन्ते चेत् तेषाम् अभ्यासः अपि भवतु नाम लेखननियमानां ज्ञानं यदा भवति तदा किञ्चन अभ्यासः भवति सर्वेषां लिपिव्यवस्था अस्ति सङ्गणके वा लिपिः नाम देवनागरीलिपिः व्यवस्था अस्ति गायत्री भगिनी व्यवस्था अस्ति खलु अस्मि महोदय न अहं वदामि यत् देवनागरीलिपिः अस्ति वा सङ्गणके अस्ति अस्तु अस्तु समीचीनं तादृश अभ्यासः भविष्यति तर्हि विरमाम अस्तु नमस्कारः